सर्वेभ्यो नमः. गतवर्गे वयं विशेषक्रियापदानाम् अभ्यासं कृतवन्तः. तत्र विशेषक्रियापदानां रूपाणि, तत्र विशेषक्रियापदानां पदानि इत्युक्ते किं, तत्र जानाति, अपि क्रीणाति, गृह्णाति, करोति, शक्नोति, शृणोति, ददाति, अपि रोदिति इति, तदेव तस्य तेषाम् अभ्यासं गतवर्गे वयं कृतवन्तः. अग्रे अद्य किञ्चित् अग्रे गच्छामः. तत्र कथां पठित्वा नूतन क्रियापदस्य रूपं कीदृशं भवति इति, एतत् आत्मनेपदि क्रियापदस्य रूपं कीदृशं भवति इति अद्यतनविषयः अस्ति. तत्र भ्रातृमेलनम् इति कथा आसीत्. कोऽपि स्मरति वा यावत्पर्यन्तं वयं एतां कथां पठितवन्तः इति? प्रथमपरिच्छेदः वा, द्वितीयपरिच्छेदः वा, अथवा न पठितवन्तः? वयं पठितवन्तः महोदय. उषा भगिनी, अत्र यावत्पर्यन्तं वयं पठितवन्तः गतवर्गे? किन्तु किन्तु पङ्क्तिशः न कृतवन्तः वा? केवलं कथां पठितवन्तः. अस्तु अस्तु अस्तु, धन्यवादः भगिनी. अस्तु, धन्यवादः. नमस्कारः महोदय, गीताञ्जलि अस्मि, क्षम्यता. गीताञ्जलि भगिनी नमस्कारः. हरि ओं महोदय, अहं भानुचैतन्य. भानुचैतन्य महोदय नमस्कारः. अस्तु, अतः कथायाः पूर्वं वयं गृहपाठं कुर्मः, तदनन्तरं कथाम् आरम्भं कुर्मः. अस्तु, तत्र गृहपाठः आसीत् विशेषक्रियापदानि उपयुज्य पञ्चवाक्यानि लिखतु इति. तत्र यानि क्रियापदानि करपत्रे आसन् तान् उपयुज्य पञ्चवाक्यानि लिखन्तु इति. अत्र कः वदति, नरेश् महोदय वदति वा? महोदय, अहं न कृतवान्. अस्तु महोदय, अस्तु. शोभा भगिनी. महोदय, भक्ताः देवाय पूजार्थम् उत्तमानि पुष्पाणि चिन्वन्ति. चिन्वन्ति, समीचीनं भगिनी. आचार्याः होमाग्नौ नैवेद्यं जुह्वति. बालिके क्रीडाङ्गणे रुदितः. समीचीनम्. एकनिमिषः. आं महोदय. समीचीनं, समीचीनं भगिनि. आं महोदय, यशोदा कृष्णं बध्नाति. यूयं मया सूचितं गीतं शृणुथ किम्? यूयं मया सूचितं गीतं शृणुथ किम्? समीचीनं भगिनि. तत्र प्रथमवाक्ये किमासीत्? देवाय पूजार्थम् उत्तमानि पुष्पाणि चिन्वन्ति, भक्ताः चिन्वन्ति. किन्तु तत्र देवाय पूजार्थम् इति वा? तत्र प्रथमतया अहं केवलं भक्ताः देवाय उत्तमानि पुष्पाणि चिन्वन्ति इति लिखितवती. तत् समीचीनं वा? देवाय, तत् समीचीनं, समीचीनमेव. अधुना एव अहं पूजार्थं तत्र पूजा, तत्र अहं चिन्तयामि भगिनि, तत्र यदि देवाय अस्ति चेत् समीचीनं, केवलं पूजार्थम् अस्ति चेत् अपि समीचीनं, किन्तु देवाय पूजार्थम् इति तत्र तयोः मध्ये सम्बन्धः अस्ति खलु देवाय अपि पूजार्थं देवाय अत्र तत्र अहं चिन्तयामि देवस्य पूजार्थम् इति प्रायशः आम् महोदय यदा अहं गृहपाठं कृतवती तदा अहं तदर्थं देवाय एवं लिखितवती अस्तु भक्ताः देवाय उत्तमानि पुष्पाणि चिन्वन्ति समीचीनम् अस्ति भगिनि यदि पूजार्थम् अस्ति चेत् तत्र केवलं देवस्य पूजार्थम् इति स्थापयतु तावदेव अन्तिमवाक्यं युवां ते पुस्तके अपि तौ ग्रन्थौ प्राप्नुतः किं तावदेव महोदय समीचीनं भगिनि धन्यवादः धन्यवादः अग्रे मधुसूदन महोदय वदति वा महोदय अहं किञ्चित् समयः अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु गीताञ्जलि भगिनि वदति वा अस्तु महोदय बालिके मम सखी न जानीतः बालिके मम सखीं न जानीतः सर्वे बालकाः उद्याने क्रीडन्ति अहं कथां चिनोति अहम् इति अस्ति भगिनि ओ चिनोति अहं कथां चिनोमि चिनोमि क्षम्यतां महोदय शिशुः माता विना उच्चैः रोदिति तत्र किमासीत् शिशुः माता विना तत्र मातृशब्दस्य तृतीया विभक्ति कोऽपि वदति वा मात्रा अस्ति विना अस्ति चेत् तत्र तृतीया साधारणतया तृतीया अस्ति तत्र छात्राः अद्य आचार्यान् नमन्ति अस्तु भगिनि तत्र विशेषक्रियापदमस्ति वा तत् ओ नमन्ति विशेषस्तु न न किन्तु अभ्यासः गृहपाठः आसीत् विशेषक्रियापदानाम् उपयोगं अस्तु अस्तु महोदय तत्र नमस्कारं कुर्वन्ति इति प्रायशः नमस्कारं कुर्वन्ति अस्तु महोदय नमस्कारं मम माता बहु आहारं मां ददाति माम् इति न किन्तु माम् इत्युक्ते तत्र द्वितीयविभक्तिरूपं भवति अस्ति अस्तु मह्यं ददाति ददाति तत्र अहं पुस्तकं ददामि इत्युक्ते पुस्तकमेव ददामि किन्तु रमेशः अस्ति अहं पुस्तकं रमेशाय ददामि इति चतुर्थीविभक्तिरूपं भवति तत्र महोदय अत्र एक नमस्कारः महोदय नमस्कारः रघुपति महोदय नमस्कारः एक संशयः अस्ति माम् इति मह्यं भवान् मां पाठयति वा भवान् मह्यं पाठयति तत्र मां पाठयति इति समीचीनमेव कुतः पठितवान् अहं न जानामि किमर्थम् इति पाठयति इति तत् निजन्तरूप इत्यस्य कारणेन वा किम् इति मां पाठयति सत्यं सत्यं सत्यं अतः एव तत्र अहं वाहनं चालयामि अहं न चलामि खलु अहम् अन्यत् किमपि चालयामि अतः तत्र तादृशरूपं प्रयोगः अत्र अपि भवति अहं भवान् मां पाठयतु इति मह्यं नास्ति मह्यं पुस्तकं ददातु अथवा किन्तु मां पाठयतु तदेव समीचीनं सत्यं महोदय गीताञ्जलि भगिनी तत्र मह्यं ददाति इति अस्ति भगिनि तत्र रुदि रोदिति अपि चतुर्थी तत्र वाक्यं किम् आसीत् भगिनि न वाक्यम् अहं न लिखामि किमर्थं तत्र रोदिति मध्ये किमर्थं चतुर्थी विभक्ति इति तत्र केवलं केवलं यदि धानम् अस्ति चेत् ददाति इति तद् धानम् अस्ति खलु तत्र चतुर्थी विभक्ति अस्ति अहं पुस्तकं ददामि किं ददामि तत् कर्मपदं भवति पुस्तकं ददामि अथवा धनं ददामि औषधं ददामि तत् तत् कर्मपदम् अस्ति किन्तु कस्मै ददामि तत् चतुर्थी विभक्ति भवति अस्तु भगिनि अस्तु अस्तु धन्यवादः अन्य कोऽपि नमस्ते महोदय नमस्कारः विशेषतः भगिनि नमस्कारः किञ्चित् विलम्बेन चिन्ता मास्तु भगिनि चिन्ता मास्तु उषा भगिनि वदति वा गृहपाठः आं महोदय मधुसूदन महोदय तदनन्तरं भवान् वदतु अस्तु वा अस्तु द्वे महिले विमानं चालयितुं जानीतः यदि मह्यं डालस् नगरं रोचते तर्हि अहं तत्र एकं गृहं क्रीणामि अहं प्रतिदिनं द्विवादने संस्कृतभाषायां वार्ता शृणोमि श्लोकस्य वार्तां शृणोमि श्लोकस्य पदविभागं कर्तुम् अहं शक्नोमि केचन जनाः अन्तर्राष्ट्रीययोगादिने योगासनं कुर्वन्ति भारतीय क्रिकेट् क्रीडकाः पराजितः अतः मम सखी रुदति सखी रोदिति रुदितः अथवा किन्तु रोदिति रोदिति वयं निर्धनेभ्यः भोजनं दद्मः वृद्धा तस्याः पुत्रस्य हस्तं गृह्णाति वयं तु वचनानि वेदेभ्यः चिनुमः तावदेव बहु समीचीनमस्ति भगिनि धन्यवादः धन्यवादः भगिनि मधुसूदन महोदय इदानीं क्षमता महोदय अहम् इदानीमेव मधुसूदन महोदय क्षम्यताम् एकनिमिषः वदतु भगिनि यदि लैक् यदि अस्मभ्यं डालस् नगरं रोचन्ते लिखितम् उचितम् अस्ति रोचते लिखितम् उचितम् अस्ति महोदय रोचते रोचन्ते बहुवचने न न न तत्र तत्र डालस् नगरम् एव कर्तृपदम् अस्ति यदि अस्मभ्यं डालस् नगरं रोचते तर्हि वयं तत्र एकं गृहं क्रीणीमः किमर्थं चेत् अस्मभ्यम् इति तत् तत्तु कर्तृपदं नास्ति खलु तत्तु चतुर्थीविभक्ति बहुवचनम् अस्ति. हा, किन्तु चतुर्थीविभक्तिरूपम् अस्ति, तत्तु कर्तृपदं नास्ति. हा, किं रोचते? डालस्नगरं रोचते. अस्माभिः रोचन् अस्माभिः समीचीनं वा? तृतीयविभक्ति बहुवचनम् अस्माभिः, तत्र अस्माभ्यम् अस्मभ्यम् इति अस्ति. अस्माभिः रोचन्ते इति भवति वा? तत् तत् कर्मणि प्रयोगः नास्ति महोदय. कर्मणि प्रयोगः नास्ति. रोचते इति मह्यम् इति अस्ति चतुर्थी. हा हा, अस्तु अस्तु. हा, तत् कर्मणि नास्ति. हा, तत्र चतुर्थी एव अस्ति, रोचते. मह्यं किं रोचते इति. अस्तु, अस्मभ्यम् इति एव भवती उक्तवती खलु उषा भगिनी. हा हा, तदेव चतुर्थी रूपम्. अस्तु, मधुसूदन महोदय वदतु महोदय. चिन्ता मास्तु. छात्राः सम्यक् गृहपाठं कुर्वन्ति. वयं संस्कृतसम्भाषणं सरलसम्भाषणं पठामः शक्नुमः पठितुं शक्नुमः पठितुं शक्नुमः. यदि अहं प्रतिदिनं संस्कृतं संस्कृतपठनं करोमि तर्हि सरलसम्भाषणं सरलमस्ति. तर्हि तर्हि तर्हि सम्भाषणं सरलसम्भाषणं शक्नुमः यदि प्रतिदिनं संस्कृत पठनं करोति अथवा पाठनं करोति अपि सरलसम्भाषणं कर्तुं शक्नोति. पठनं करोति न हा, किन्तु द्वौ अपि सम्यक् अस्ति. हा, पठनं वा पाठनं. यदि माता बालकं ताडयति तर्हि तर्हि रोदिति. सः रोदिति रोदिति. किं पुस्तकं ददाति? किं पुस्तकं ददाति? समीचीनं महोदय. अन्यत् वा किमस्ति वा अथवा क्षमतां. न केवलं पृष्टवान्. अस्तु, धन्यवादः महोदय. समीचीनमेव अस्ति, समीचीनमेव अस्ति. हा, जयन्त् महोदय नमस्कारः. नमस्कारः महोदय, क्षमताम् अहं विलम्बेन आगतवान्. हा, चिन्ता मास्तु महोदय. वंशीसुध भगिनी गृहपाठं वदति वा? आम् आम् महोदय, अस्तु, प्रयत्नं कृतवती. भवन्तौ एतानि वस्तूनि आपणतः क्रीणीतः वा? भवत्यौ गृहपाठं कर्तुं शक्नुतः? युवाम् एतां कथा कस्मै शृणुत? एतस्मिन् विषये जनाः किमपि न कुर्वन्ति. वयम् एतौ पुस्तके रामौ दद्मः. रामौ एतौ पुस्तके रामौ रामौ इति नास्ति भगिनि, तत्र द्वितीयविभक्ति. तत्र रामौ दद्मः इत्युक्ते रामौ एव दद्मः इति. रामः अस्ति. हा, तत्र पुस्तकं ददामि इत्युक्ते पुस्तकं ददामि, पुस्तकं हस्ते अस्ति, पुस्तकं ददामि. इदानीं रामौ ददामि इत्युक्ते रामौ हस्ते अस्ति, रामौ ददामि इति अस्ति. तदपि किन्तु भवती अन्यत् किमपि वक्तुम् इच्छति खलु महोदय? यदि द्विवचने अहं लिखामि एतौ पुस्तके रामौ इति, एतौ पुस्तके एतौ किमर्थम् एतौ एतौ इति नपुंसकलिङ्गे अस्ति. ओ क्षम्यताम्. एते पुस्तके आम् वयम् एते पुस्तके यदि रामः रामः द्वे रामः सन्ति तत्र तत्र किं कथं लिखामि महोदय? तत्र रामाय नमः खलु. आमामाम् आं महोदय, धन्यवादः. वयम् एते पुस्तके रामाभ्यां दद्मः. परन्तु ददाति चतुर्थीविभक्ति अस्ति तृतीयविभक्ति अस्ति महोदय? यदि ददाति धनं यत्र अस्ति तत्र चतुर्थी चतुर्थी एव अस्ति. दानं नमस्कार नमः इति तत्र सर्वत्र चतुर्थी. आमाम् आम् धन्यवादः महोदय. रामाभ्याम् आम् आम् धन्यवादः. गुरुभ्यो नमः इति रामाय नमः तत्र सर्वत्र चतुर्थी एव. अस्तु भगिनि. जयन्त् महोदय भवान् अपि वक्तुम् इच्छति वा? आं महोदय, अहं वदामि. गृहपाठं कृतवान् वा महोदय? न महोदय. अस्तु अस्तु अस्तु. रघुपति महोदय भवान् वक्तुम् इच्छति वा गृहपाठ? किञ्चित् सरलवाक्यम् एव लिखितवान्. अस्तु चिन्ता मास्तु महोदय. करोतु करोति. ओके. वयं सर्वे गृहपाठान् निश्चयेन कुर्मः. शक्नोति. एकनिमिषं. शक्नुमः. आवां वयं संस्कृतेन सम्भाषणं कर्तुं शक्नुमः. त्वम् एतत् पुस्तकं क्रीणासि किम्? ग्रहणस्य जानाति. ग्रहणस्य दुष्परिणामः किम् इति सर्वे न जानन्ति. अतः महोदय अत्र एकः संशयः आसीत् मम. ग्रहण अत्र सर्वे न जानन्ति इति अस्ति. अत्र जानन्ति इति अस्ति क्रियापद. तस्य कर्मपद किम् अत्र? ग्रहणस्य ग्रहणस्य दुष्परिणामः किम् इति सर्वे न सर्वे दुष्परिणामम् इति भवति. किम् ओ परिणामः अहम् उक्तवान् अत्र. परिणामं किम् इति परिणामं सर्वे न जानन्ति. अत्र कर्तृपद किं? सर्वे सर्वे ओके सर्वे जानन्ति. ओके ओके. किं न जानन्ति? दुष्परिणामं न जानन्ति. समीचीनं महोदय. समीचीनं. किञ्चित् तत्र संशयमासीत्. एतावत् महोदय. अस्तु धन्यवादः. अस्तु अन्य कोऽपि वक्तुम् इच्छति वा गृहपाठवाक्यानि? महोदय. बालचित्रन् महोदय नमस्कारः, वदतु महोदय. सः संस्कारार्थं प्रतिदिनम् अग्निसंस्कारं जुहोति. सम्यक् महोदय. सम्यक् जुहोति इति समीचीनमेव इति मन्ये महोदय. ते बालकाः सर्वे प्रतिदिनं गृहपाठं कृत्वा गृहकार्यं कृत्वा मन्दिरं गन्तुं शक्नुवन्ति. महोदय, श्रेयोमार्गे प्रेयोमार्गे मध्ये ते श्रेयोमार्गम् एव मार्गम् एव चिन्वन्ति. महोदय, तावत्पर्यन्तं महोदय. अस्तु महोदय, धन्यवादः. समीचीनं. भानुचेतन महोदय, पुनः एकवारं लास्ट् वाक्यम् अन्तिमवाक्यम् अन्तिमवाक्यं. ते श्रेयोमार्गे प्रेयोमार्गे मध्ये ते श्रेयोमार्गं चिन्वन्ति. अस्तु, न बहु समीचीनमस्ति. इदानीं विशेषक्रियापदानाम् अभ्यासः अपि जातः. अस्तु, समीचीनम्। इदानीम् अग्रे एतावत् वयं क्रियापदस्य परस्मैपदी धातूनां रूपम् एव दृष्टवन्तः अत्र गीतासोपाने। इदानीम् आत्मनेपदी रूपं तस्य परिचयः भवति अद्य। तत्र कथा आसीत्, हा पुनः एकवारं पश्यामः, पठामः, तत्र अपि पङ्क्तिशः परिशीलयामः। अस्तु, तत्र हा उषा भगिनी तत्र पठति वा प्रथमं? हा, आत्मनेपदीनां धातूनां परिचयः लट् लकारः। एतां कथाम् उच्चैः पठत अवगच्छत च। पाण्डवाः वनवासम् आचरन्तः, बदरिकाश्रमम् आगताः, द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते। द्रौपदी अपि विहरन्ती मोदते। हा अस्तु भगिनि, तत्र प्रथमवाक्यं पश्यामः। अत्र एतावत् यदस्ति तद् अवगच्छति वा भगिनि? पाण्डवाः बहुवचने अस्ति महोदय। हा किन्तु अर्थ यत् पठितवती तस्य अवगमनम् अस्ति वा तत्र किं भवति इति? केवलं कथा, कथा किम् अस्ति इति अवगच्छति वा तत्र? अस्तु अस्तु, हा प्रथमस्तरः तदेव अस्ति, किञ्चित् अवगमनं भवेत् इति। अस्तु, इदानीं पङ्क्तिशः पश्यामः। तत्र पाण्डवाः इति प्रथमवाक्यम् अस्ति, तत्र कर्तृपदं किम्? पाण्डवाः। अस्तु, क्रियापदं किम्? आचरन्तः। आचरन्तः क्रियापदम् अस्ति, हा सत्यं। हा अन्यत्? वनवासं द्वितीय क्रियापदम्। अन्यत् क्रियापदं किम् अस्ति? आचरन्तः, आगताः। आगताः, अस्तु, आगताः इति अस्ति, समीचीनं। तत्र हा हा किन्तु प्रथमवाक्यमेव पश्यामः तत्र। अस्तु, हा हा आगताः, पाण्डवाः आगताः इति अस्ति। तत्र वस्तुतः तत्र वाक्ये क्रियापदं केवलं क्रियापदं न लिखितमस्ति तत्र, अस्ति अस्ति इति क्रियापदम् अत्र, आचरन्तः अस्ति क्रियापदं, क्रियां सूचयति, आगताः अपि क्रियां सूचयति, किन्तु तत्र सन् अस्ति इति, आगताः अस्ति अथवा आगताः सन्ति इति प्रायशः, हा सन्ति प्रायशः क्रियापदम् अस्ति। हा तत्र पाण्डवाः तत्र कीदृशपदम् अस्ति? अकारान्त पुल्लिङ्ग वा स्त्रीलिङ्ग वा? पुल्लिङ्गपदम् अस्ति पाण्डवः, पाण्डवाः बहुवचने। तत्र वनवासम् आचरन्तः, तत्र आचरन्ति इति, वनवासम् आचरन्ति इति जानीमः खलु? हा पाण्डवाः वनवासम् आचरन्ति इत्युक्ते ते वनवासं कुर्वन्ति खलु? हा पाण्डवाः वनवासे सन्ति इति। हा किन्तु तत्र आचरन्तः इति अस्ति, हा आचरन्ति इति नास्ति, आचरन्तः इति अस्ति। तदनन्तरं किम् अस्ति? बद्रिकाश्रमम् आगताः। हा तत्र किं भवति? पाण्डवाः बद्रिकाश्रमम् आगताः इति अस्ति। हा तत्र पाण्डवाः बद्रिकाश्रमम् आगच्छन्ति इति अस्ति, तत्तु जानीमः खलु? आं महोदय। हा किन्तु तत्र पाण्डवाः बद्रिकाश्रमम् आगताः इति अस्ति, तत्र आगच्छन्ति इति अर्थः अस्ति, किन्तु रूपम् अस्ति पाण्डवाः बद्रिकाश्रमम् आगताः। कोऽपि वदति वा आगताः इत्युक्ते किम् अत्र? आगताः इत्युक्ते आगताः प्रत्ययः अस्ति, भूतकालरूपम् अस्ति, आगताः तत्र आगतवन्तः, अतिथि अस्ति स आगत, वयं पृच्छामः अतिथयः आगताः वा? आगताः हा हद गेस्ट् कम् इति, अतिथेः अतिथयः आगताः किम् इति तादृशः पाण्डवाः आगताः आगताः अपि नामपदम् अस्ति पाण्डवाः इति पदस्य विशेषणमस्ति विशेषणमस्ति पाण्डवाः आगताः विशेषणमस्ति उषा भगिनि आगताः इति विशेषणम् अस्ति भगिनि तत्र पाण्डवाः पदस्य अतः एव तदपि तत्र बहुवचने अस्ति पाण्डवाः बहुवचने अस्ति आगताः अपि बहुवचने अस्ति तत्र पाण्डवः अस्ति चेत् किं भवति आगताः स्थाने किं भवति भगिनि उषा भगिनि हा समीचीनं समीचीनं भगिनि हा अपि तत्र द्रौपदी अस्ति चेत् आगता न आगता केवलम् आगता हा तत्र हा आगतवान् इति नास्ति आगतः इति अस्ति आगता अत्र स्त्रीलिङ्गे आगता इति हा अस्तु बद्रिकाश्रमम् आगच्छन्ति इति तत्र क्रियाद्वयमस्ति ते पाण्डवाः वनवासनं आचरन्ति अपि बद्रिकाश्रमम् आगच्छन्ति हा अतः तत्र क्रियाद्वयमस्ति यदि क्रियाद्वयमस्ति तत्र वाक्यद्वयं वक्तुं शक्नुमः पाण्डवाः वनवासम् आचरन्ति अपि बद्रिकाश्रमम् आगच्छन्ति किन्तु वयम् अत्र किञ्चित् भिन्नरीत्या वक्तुम् इच्छामः तत्र कार्यद्वयम् एकस्मिन् समये एव भवति वनवासम् आचरन्ति अपि तस्मिन् समये एव बद्रिकाश्रमम् आगच्छन्ति हा तत्र यदि वयं केवलम् एतत् वदामः पाण्डवाः वनवासम् आचरन्ति तदनन्तरं बद्रिकाश्रमम् आगच्छन्ति तदा अर्थः किं भवति हा प्रथमं कार्यं जातं तदनन्तरं द्वितीयं कार्यं भवति इति तादृशः नास्ति तस्मिन् वनवाससमये एव ते बद्रिकाश्रमम् आगच्छन्ति हा अत्र तत्र आचरन्तः इति तत् तस्य रूपमस्ति तत्र हा अहं गच्छामि गायामि कार्यद्वयम् एकस्मिन् एव समये करोमि तस्मिन् समये किं भवति अहं गच्छन् गायामि इति भवति हा शत्रान्तरूपम् इति इति वदामः तत्र आचरन्तौ आचरन्तः इति बहुवचने आचरन्तः इति भवति गच्छन् गच्छन्तौ गच्छन्तः हा नरेशमहोदय वदतु मधुसूदन महोदय वदतु महोदय आचरन्तः इत्युक्ते वाक् ओर् वण्डर् आचरन्तः वनवासं वनवासरं they are doing vanavasam iti asto okay charati kriya padam ka acharan tatra ha tatra katna na na na na na etat bhutakala rupam nasti tatra acharantah iti ha tatra gachhan gachhan iti ha asto gachhan ha gachhan गमनसमये तत्र आचरन्ति इति तस्तद् आचरन्ति अपि आगच्छन्ति इति कार्यद्वयं भवति एकस्मिन् समये तत्र अहं गच्छामि तस्मिन् एव समये गायामि अहं गच्छन् गायामि अथवा अहं गायन् गच्छामि रूपद्वयं हा तत्र कार्यद्वयं भवति तदेव शत्रन्तरूपम् इति वदामः अग्रे पश्यामः एतत् किन्तु तत्र आचरन्ति इति क्रियापदम् अस्ति किन्तु अत्र नामपदमेव अस्ति पाण्डवाः इति आचरन्तः अतः तद् आचरन् आचरन्तौ आचरन्तः इति भवति बहुवचनरूपम् अपि तदनन्तरं ते बद्रिकाश्रमम् आगताः इति अस्ति अस्तु तत्र आचरन्ति इति क्रियापदम् अस्ति चेत् तत्र कर्मपदं किं भवति उषा भगिनि आचरन्ति वनवासः वनवासं कर्मपदं भवति अस्तु अत्र आगच्छन्ति इति तस्मिन् वाक्ये आगच्छन्ति अस्ति चेत् कर्मपदं किं भवति बद्रिकाश्रमम् आगच्छन्ति. समीचीनं भगिनि. अस्तु अग्रिमवाक्यं गीताञ्जलि भगिनी वदतु. महोदय, आगतः इति पदम् एकवचनम्, आगताः बहुवचनम्, शत्रुन् प्रत्यय. न न, तत् तत् शत्रुन् प्रत्यय तत् तत् इदानीम् एतत् प्रत्ययः इति चिन्ता बहु बहु चिन्ता मा करोतु. इदानीम् आगतः इति अस्ति. हा, आगतः तत् तत् शत्रुन्त नास्ति इदानीं. आगताः बहुवचनं, बहुवचनम् अस्ति. आगतः, आगतौ, आगताः, रामशब्दवत्, देवशब्दवत्. अस्तु महोदय, तत् शत्रुप्रत्यय इति वदामः शत्रुन्तरूपं, तत्र कार्यद्वयं भवति. अत्र वाक्यं किं भवति? वाक्यम् अन्यत् अन्या रीत्या वदामः, पाण्डवाः वनवासम् आचरन्तः बद्रिकाश्रमम् आगच्छन्ति. किन्तु आगताः इत्युक्ते तत्र आगताः विशेषणं भवति भगिनि, पाण्डवाः इति पदस्य. ते आगताः वा सः गतः वा इति तादृश, हज़ ही गॉन, हज़ दे कम, ते आगताः. हा, इति प्रश्नम्. अतिथयः आगताः किम् इति प्रश्नः भवति. अस्तु, यदि स्त्रीलिङ्ग बहुवचनं चेत् तदपि आगता इति आकारान्त लता शब्दवत् अस्ति. सा आगता. अहम् आगतः अस्मि. हा, अहम् आगतः अस्मि. भवती वदति अहम् आगता अस्मि इति. एकवचनम् आगता, बहुवचनम् आगताः. हा, लते लता, लते लताः. हा, अस्तु. अस्तु महोदय, तत्र वाक्यनिर्माणं कथमस्ति महोदय? वनवासम् आचरन्तः पाण्डवाः भद्रिकाश्रमम् आगताः सन्ति इति महोदय. सत्यं सत्यं, तत्र क्रिया वस्तुतः क्रियापदमस्ति सन्ति इति. सन्ति, पाण्डवाः सन्ति. पाण्डवाः सन्ति. कुत्र सन्ति? ते आगताः सन्ति. They have come. कुत्र, किम् आगताः सन्ति? बद्रिकाश्रमम् आगताः सन्ति. तस्य पूर्वं किम् अथवा तस्मिन् समये किम् अन्यत्? वनवासम् आचरन्तः पाण्डवाः बद्रिकाश्रमम् आगताः सन्ति. किमर्थं महोदय पाण्डवाः वनवासम् आचरन्त बद्रिकाश्रमम् आगच्छन्ति इति किमर्थं न लिखितम्? आगताः तत्र केवलं रूपप्रदर्शनार्थं प्रायशः. हा, किन्तु आगच्छन्ति इति अपि समीचीनमेव अस्ति. परन्तु महोदय, यदि प्रत्यय उपयोगं करोमि, भूतकाले अस्ति. इति लिखामः चेत् तत्र लङ् लकारे अपि, क्षम्यतां, लट् लकारे अपि प्रयोगं भवति. भूतकाले सत्यं, न सत्यं भगिनि, किन्तु कथा अस्ति. वयं कथां, ओ हि केम् अथवा आफ्टर् हि केम्, तत्र भूतकालरूपम् अथवा वर्तमानकालरूपे अपि कथां वक्तुं, यदि अत्र अस्ति आगच्छन्ति इति, तत्र समय तद् कार्यम् अभवत्, तदनन्तरम् अन्यत् कार्यं भवति इति चिन्तयामः खलु. हा, भवती यत् उक्तवती तत् समीचीनम् अस्ति, किन्तु बहु भेदः न, हा, नास्ति नास्ति इति मन्ये. किन्तु सत्यं, तत् आगताः अस्ति चेत् सम्यक्तया जानीमः तद् अभवत् इति. आगता आसन् इति भवति न, पाण्डव आगता आसन्, आसन् भूतकालरूपे, भूतकालरूपे अस्ति. सत्यं महोदय, किन्तु तद् एतावत् वयं न दृष्टवन्तः खलु, भूतकालरूपं अतः अन्यवर्गे वयं दृष्टवन्तः किन्तु अस्मिन् वर्गे न दृष्टवन्तः. अस्तु अस्तु महोदय. किं वर्गं किं वर्गं न किमपि नास्ति भगिनि, अग्रे अग्रे गच्छामः. चिन्ता मास्तु, तत्र वयमपि आगच्छामः. तदनन्तरं भवती अपि वक्तुं शक्नोति अहमपि आगतः. अस्तु हा, उषा भगिनी अग्रे. द्रौपद्या सहिताः ते, द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. हा भगिनि, तत्र द्रौपद्या इति विभक्ति का? द्रौपद्या चतुर्थी विभक्ति. तत्र पदं किम् अस्ति? द्रौपद्या इति अस्ति प्रथमविभक्तिरूपं. द्रौपदी, हा द्रौपदी, हा नद्या इति अस्ति, नदी नद्या. नद्या इति विभक्ति का? तत्र सहिताः इत्युक्ते द्रौपद्या सह इति तादृश अर्थः. सहिता किञ्चित् हा किञ्चित् भिन्नरूपम् अस्ति वदामि, किन्तु अर्थः अस्ति द्रौपद्या सह इति. किन्तु सहिताः अस्ति अस्ति अस्तु अहम् आं भगिनि, किन्तु अर्थः अस्ति सः इति, द्रौपद्या सह. अतः वयं जानीमः सः अस्ति चेत् तृतीयविभक्ति भवति खलु. हा अतः अहम् उक्तवान् तत्र अर्थः अस्ति सः इति, अतः तृतीयविभक्ति इति वयं अवगन्तुं शक्नुमः. द्रौपद्या सः इति अर्थः अस्ति, किन्तु सहिताः अस्ति यत् भवती उक्तवती. सहिताः इत्युक्ते किम्? हा सहिताः इत्युक्ते किं? बहुवचने अस्ति, हा बहुवचने अस्ति, हा किन्तु किं भवति सहिताः इति? तत् सहिताः आगताः, तादृशरूपम् अस्ति सहिताः इत्युक्ते द्रौपद्या सहि सह, किन्तु तद् विशेषणं भवति इदानीं सहिताः इति. द्रौपद्या सहिताः पाण्डवाः इति भवति. पाण्डवः अस्ति केवलम् अर्जुनः अस्ति चेत् द्रौपद्या सहित अर्जुनः इति, द्रौपद्या सहितः अर्जुना इति तादृशः भवति तत्र सहिताः इति. तत् सहिताः विशेषणं भवति पाण्डवाः इति, विशेषणं सहिताः अस्ति. अतः एतत् त्रिषु लिङ्गेषु भवति वा? ए द्रौपदी सहिता सीता. सत्यं सत्यं सत्यं सत्यं सत्यं. तत्र वयं सः इति उपयोगं कुर्मः चेत् तत्र किमपि भेदः अर्थभेदः अपि न भवति, अपि सुलभं भवति द्रौपद्या सह लक्ष्मणेन सह. किन्तु अत्र सहिताः इति अस्ति. ते इदानीम् अग्रे गच्छामः. ते रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. हा तत्र तत्र ते इति पाण्डवाः, तत्र तत्र इत्युक्ते कुत्र? बद्रिकाश्रमं. हा बद्रिकाश्रमं, हा तत्र रमणीयेषु इत्युक्ते सप्तमी भक्ति बहुवचनरूप अस्ति. रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. तत्र रमणीयेषु रमन्ते इत्युक्ते कोऽपि जानाति वा? रमन्ते इत्युक्ते रमते सुन्दर रमन्ते एन्जाय् रमन्ते, हा यत् आनन्दं ददाति ददति, हा आनन्दम् आनन्दम् अनुभवन्ति तत्र, आनन्दम् अनुभवन्ति. हा तत्र विहरन्तः, विहरन्त इत्युक्ते विहारं कुर्वन्ति, विहरति विहारं कुर्वन्ति. तत्रापि आचरन्तः तदेव रूपम् अत्र अपि अस्ति, विहरन्तः विहरन्तः इति अस्ति. तत्र रमणीयेषु काननप्रदेशेषु, तत्र काननप्रदेशम् इत्युक्ते किम्? भिन्नभिन्नप्रदेशेषु वनेषु वनेषु रमणीयेषु, तत्र रमणीयेषु वनेषु अपि वक्तुं शक्नुमः. रमणीयेषु इत्युक्ते हा रमणीयेषु, रमणीय रमणीयं वनम् हा सुन्दरं हा यत् अतः रमणीयेषु वनेषु अथवा रमणीयेषु काननप्रदेशेषु इति. रमणीयेषु विशेष्यम् अस्ति, काननप्रदेशेषु विशेषणं. रमणीयेषु विशेषणम् अस्ति. हा सत्यं सत्यं हा इदानीं सम्यक् अस्ति भगिनि, समीचीनं हा हा सत्यं सत्यं हा. तत्र विहरन्तः रमन्ते. पूर्वं तत्र कार्यद्वयमस्ति, क्रियाद्वयमस्ति, विहरन्ति अपि रमन्ते. रमन्ते हा अतः विहरन्तः रमन्ते इति भवति. अस्तु समीचीनं भगिनि अग्रे. द्रौपदी अपि विहरन्ती मोदते. द्रौपदी विहरन्ती मोदते. विहरन्ती ती ईकार हा बहु समीचीनमस्ति भगिनि. हा तदेव अहं प्रष्टुम् इष्टवान् किन्तु भवती एव पृष्टवती, समीचीनं हा धन्यवादः. हा तत्र विहरन्ति इति पदमस्ति, तत् क्रियापदं वा रूपं? रूपं क्रियापदं, क्रियां पदम् आसीत् चेत् किं भवति? विहरन्ति ह्रस्व इकारः भवति. हा विहरन्ति किन्तु अत्र दीर्घ इकारः अस्ति. किमर्थं चेत् तत्र अपि क्रियाद्वयं द्वयं भवति, विहरन्ति अपि मोदते, विहरति विहरति अपि मोदते. द्रौपदी विहरति, द्रौपदी विहरति, द्रौपदी मोदते. हा मोदते मोदते. किन्तु यथा उक्तवान् अहं गायन् अहं गच्छन् गायामि, तत् पुल्लिङ्गे अस्ति, पुल्लिङ्गरूपम् अस्ति गच्छन् इति. किन्तु स्त्रीलिङ्गे किं भवति? गच्छन्ती इति भवति. हा दीर्घ इकारः भवति. हा गच्छन्ति सा गच्छन्ती गायति. हा अतः तत्रापि विहरति किन्तु विहरति अपि मोदते. क्रियाद्वयं युगलम् इति वदामः, क्रियायुगलम् एकस्मिन् समये भवति. अतः द्रौपदी अपि विहरन्ती मोदते इति अस्ति. मोदते इत्युक्ते आनन्दम् अनुभवति, अनुभवति इति. समीचीनं भगिनि धन्यवादः. हा अस्तु हा महोदय, यदि मोदते प्रथमम् आगच्छतु आगतवान् द्वितीयक्रिया विहरन्ति चेत् तत्रापि वयं वक्तुं शक्नुमः. अहं चिन्तयामि तत्र तत् यत्र क्रियाद्वयम् अस्ति एकस्मिन् समये किमपि प्रथमतया वक्तुं शक्नुमः. तत्र मोदन्ति इति प्रायशः अस्ति इति मन्ये, तत्र रूपं मोदन्ति मोदन्ति विहरति विहरति हा इति इति तादृशरूपम् अस्ति भगिनि. तत्र तत्र एकमेव वक्तव्यम् इति किमपि नियमः नास्ति. अस्तु महोदय. कीदृशः पदं महोदय विहरन्तः किं महोदय? विहरन्तः कीदृशः पदं तत् शत्रुन् शत्रुन्तपदम् आचरन्तः तादृश एव पदम् अस्ति. न न न बहुवचनं पाण्डवाः विहरन्तः विहरन् विहरन्तौ विहरन्तः भवान् भवन्तौ भवन्तः तादृशरूपम् अस्ति. हा भवन्तः महोदय तादृशरूपं विहरन्तः इति. वैल् रोमिङ्ग् हा तत्र विहरत् इति प्रातिपदिकम् अस्ति इति मन्ये. विहरत् विहरन् इति प्रथमविभक्तौ. अस्तु अस्तु अग्रे कः वदति? हा रघुपतिमहोदय अग्रे पठति वा? हा महोदय. एकदा द्रौपदी वायुना आनीतं एकं सुन्दरं पुष्पम् ईक्षते. ईक्षते द्रौपदी ईक्षते कम् ईक्षते, पुष्पम् ईक्षते, कीदृशी पुष्पं सुन्दरं पुष्पं, कीदृशं पुष्पं सुन्दरं पुष्पं, पुनः कीदृशम् आनीतम् एकं सुन्दरं पुष्पं, केन आनीता, कया आनीत वायुः, केन केन वायुः, ओके, केन आनीता, वायुना आनीता, वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते, ईक्षते ईक्षते पश्यति, तस्य आत्मनेपदिरूपम् पश्यति द्रौपदी पुष्पं पश्यति वर्तमानकाले पश्यति आनीतम् आनीतम् इत्युक्ते आनीतम् इत्युक्ते आनीतः आनीतम् आनीतः आनीतः पुष्पः इति पुष्प न भवति आनीतं पुष्पम् इति आनीतं वयं दृष्टवन्तः आगतः तावत् तदेव रूपम् अस्ति आनीतः आनीता आनीतम् आनीतम् एतत् पुस्तकमस्ति अहम् एतत् पुस्तकं पठितवान् एतत् मया पठितं पुस्तकं तादृशेव तत्र वायुना आनीतं पुष्पम् सर्वे अवगच्छन्ति कर्मपद अस्ति अतः तस्य विशेषणमस्ति आनीतम् एकं सुन्दरम् इति सत्यं सत्यं सुन्दरम् अपि विशेषणम् अस्ति एकं सुन्दरं सर्वे आनीतमपि अस्ति वायुना इति विभक्ति का तृतीया विभक्ति वायुना आनीत वायुना आनीत एकदा इति अव्यय अस्ति सर्वे अवगच्छन्ति वा एतद् एतस्य वाक्यस्य अर्थः अस्तु नयति आनयति पुष्पस्य पुष्पम् इति पदस्य विशेषणम् अस्ति आनीतानि पुष्पाणि सत्यम् आनीतं पुष्पम् आनीतम् आनीतानि पुष्पाणि आनीते पुष्पे महोदय आनीतम् इति ताप्रत्यय अस्ति महोदय नपुंसकलिङ्गे सत्यं सत्यं भगिनि अस्तु अग्रे महोदय तत् सौगन्धिकं कमलम् इति सा जानीते तत् पुष्पं सौगन्धिकं कमलं पुष्पम् इति सा जानीते सा जानाति सौगन्धिकं कमलं इति सा जानीते तस्य नाम अथवा तादृशं तत् केवलं पुष्पं न किन्तु तत् विशेषपुष्पम् अस्ति सौगन्धिकं कमलम् इति अत्र एक महोदय सौगन्धिकं कमलम् इति प्रथमविभक्तमस्ति वा कं जानीते ओके पुष्पं द्वितीयविभक्तौ एव इति ओके अस्तु महोदय क्षम्यताम् एकवारं प्रथमवाक्यम् एकदा द्रौपदी वायुना उक्तवान् तृतीयविभक्ति वायुना तृतीयविभक्ति अर्थः किं केन वायुः वायुना वायुः अस्ति वायुः अवगच्छति खलु महोदय वायुः इत्युक्ते विण्ड् इति खलु तत्र पुष्पम् अस्ति पुष्पं कुतः आगच्छति पुष्पम् अस्ति किन्तु तत् वायुना आनीतं पुष्पम् अस्ति इट् केम् इट् वास् केरिड् बै द विण्ड् इट् वास् ब्रोट् बै द विण्ड् इति अर्थे अत्र केन केन आनीतम् इट् वास् ब्रोट् बै हू बै इति by what it was brought by what iti vayuna iti tatra tritiya vibhakti rupam madhyamam bhavati instrument iti vadamaha kimapi karyam bhavati tatra madhyamam kim asti kena madhyamena etat karyam jatam iti prashna bhavati tatra तत्र तृतीयविभक्तिरूप उत्तरं भवति मया आनीतं पुस्तकम् अथवा वायुना आनीतं पुष्पम् इति. सम्यक् वा महोदय? अस्तु अस्तु महोदय. रघुपतिमहोदय अग्रे. सा तादृशानि अधिकानि पुष्पाणि कामयते. कामयते अधिकानि पुष्पाणि कामयते. कामयते इत्युक्ते वाण्ट् कामं इच्छति. इच्छति सा तादृशानि अधिकानि पुष्पाणि. पुष्पाणि इति पुष्पाणि कामयते. कीदृशानि पुष्पाणि अधिकानि तादृशानि अधिकानि पुष्पाणि इति विशेषः. सर्वे सा अनेकानि सौगन्धिकानि कमलानि वाञ्छति. इच्छति. अतः सा पतिं भीमसेनं प्रार्थयते. प्रार्थयते इति क्रियापदमस्ति. पतिं भीमसेनं कर्मपदमस्ति. भीमसेनम् इति अस्य विशेषणमस्ति. पतिं भीमसेनं सा कर्तृपद अस्ति. अतः देयरफोर अतः अव्यय अस्ति वा महोदय? अतः अव्ययम् इति. भवान् अतः सा प्रार्थयते भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति. भवान् आनयतु इति लोट्लकार अस्ति. लोट्लकार प्रार्थना अस्ति. अत्र प्रार्थना अस्ति. पुष्पाणि आनयतु बहूनि. एतादृशानि अन्यानि बहूनि एतानि पुष्पाणां विशेषणम् अस्ति. समीचीनं महोदय. अस्तु. प्रार्थयते अथवा प्रार्थनं करोति. प्रार्थना करोति. प्रार्थनं करोति इति. समीचीनं महोदय. अस्तु अग्रे. तत्र शोभा भगिनी वदति वा? आम् महोदय. भीमसेनः गदापाणिः सन् प्रतिष्ठते. ताम् एव दिशं गत्वा सः गन्धामादनपर्वते सर्वत्र मृगयते. सर्वं पठामि वा महोदय? अनन्तरं वाक्यत्रयं पठतु भगिनि. तदनन्तरम् अत्र नास्ति महोदय. गन्धामादन इति कुत्रालेन सः गन्धमादनपर्वते सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. तावत् समीचीनं भगिनि. रघुपति महोदय कः प्रश्नः? एतत् कुत्र अस्ति महोदय? 45 पेज् मध्ये अस्ति वा महोदय? पात्रमेव. भवान् आनयतु इति तावत् पठितवान्. मम पुस्तके नास्ति. अत्र भीमसेन गदापाणिसन् भीमसेनन्तरम् अस्ति. भीमसेन गदापाणिसन् प्रतिष्ठते तां प्राणिनः तं कुतूहलेन निरीक्षते इति. गन्धमादन इति नास्ति अत्र. नास्ति. अत्र भीमसेन गदापाणिसन् प्रतिष्ठते तां प्राणिनः तं कुतूहलेन निरीक्षन्ते इति अस्ति. ओ न अतः महोदय, भवान् ईमेल् द्वारा अहं सर्वदा एतत् लिङ्क् प्रेषयामि खलु गीतासोपानस्य. आम् पुस्तके तत् पश्यतु महोदय. तत् पश्यतु. समीचीनमस्ति. अहं न जानामि किमर्थम् एतत् अभवत् किन्तु अस्तु. महोदय, भीमसेनः गदापाणिः सन् प्रतिष्ठते. पाणिः हस्तं गदा. तत्र किञ्चित् पश्यामः. तत्र क्रियापदं किम् अस्ति? तत्र प्रतिष्ठते क्रियापदम् अस्ति. इत्युक्ते सः प्रतिष्ठते इत्युक्ते तिष्ठते उपसर्ग प्र प्रतिष्ठते प्रतिष्ठते इत्युक्ते सः प्रस्तावनं करोति प्रस्तावनं करोति स्टार्टेड् हि स्टार्टेड् इति प्रस्तावनं प्रस्थितवान् इति वदामः तत् क्रियापदमस्ति प्रतिष्ठते इति कर्तृपदं प्रस्थितवान् इति अर्थः किन्तु प्रस्थितवान् तद् नामपदं भवति अत्र प्रतिष्ठते इति क्रियापदम् अस्ति महोदय किन्तु मनसि स्थापयं प्रस्थितवान् अत्र आत्मनेपदी अस्ति अतः प्रतिष्ठते इति रूपं भवति अपि कर्तृपदं किम् अस्ति अत्र भीमसेनः भीमसेनः इति अस्ति इदानीं गदापाणिः इति पश्यामः गदापाणिः इति कोऽपि वदति वा गदापाणिः इत्युक्ते किम् इति तद् पाणौ गदा अस्ति सः गदापाणि यस्य यस्य पाणौ यस्य पाणौ गदा अस्ति सः गदापाणि सः गदापाणि इति तत् किं समासः कः समासः बहुव्रीहि पाणौ बहुव्रीहि समासः बहुव्रीहि समासः इति वदामः किन्तु कः समासः बहुव्रीहि समासः इति वदामः अन्यपद बहुव्रीहि बहुव्रीहि समासः इति नाम अस्ति तत्र यस्य पाणौ गदः अस्ति सः गदापाणिः अतः गदापाणिः इति अस्ति इदानीं जानीमः किम् अभवत् भीमस्य हस्तौ भीमस्य पाणौ गदा अस्ति इति जानीमः तदनन्तरं यथा वीणापाणि अस्ति सत्यं सत्यं भगिनि इदानीं किं भवति तत्र सन् इति अस्ति सन् इत्युक्ते वित् अस्ति वा महोदय न अत्र सन् इत्युक्ते किं भवति भगिनि तत्र वयं दृष्टवन्तः पूर्वं गच्छन् इति अहम् उक्तवान् खलु गच्छन् गायामि तदेव तदेव अत्र अपि भवति तत्र अस् अस्ति इति रूपम् अस्ति इति क्रियापदं तस्य रूपम् अस्ति सन् सन् गदापाणिः सन् प्रतिष्ठते इत्युक्ते गदापाणिः भूत्वा तद् क्रियापदद्वयं गदापाणिः अपि सन् अस्ति अत्र तत्र सन् सन् क्रियापदमपि क्रियापदमस्ति प्रतिष्ठते अपि प्रतिष्ठते he started but before he started when he started he also had the gada in his hand so atha gada pani hi san pratishtate aam hodaya san iti as dhatuh asti iti kriya padasya shatranta rupam asti shatranta rupam gacchati gacchan asti san astu agre bagini taam एकनिमिष गदापाणि इति क्रियापद सोरि कर्तृपद भवति वा भीमसेन गदापाणि गदापाणिः सन् भवितुमर्हति ओके गदापाणि तत्र महोदय तत्र एतत् पश्यामः प्रथमतया तत्र आचरन्तः इति यदासीत् तदपि तादृशरूपमेव अस्ति खलु पाण्डवाः वनवासम् आचरन्तः इति अस्ति आचरन्तः इति किं भवति विशेषणं भवति पाण्डवाः तत्रापि भीमसेनः तत्र अतः आचरन्तः इति शत्रन्तरूपम् अस्ति तद् पाण्डवाः इति पदस्य विशेषणं भवति अत्रापि भीमसेनः सन् सन् इति भीमसेनः सन् सन् सन्तौ सन्तः सन्त् केशवदास् रामदास् एतत् श्रुणुमः खलु सन्तः तदेव सन् इति अस्ति सन् अत्र सन् विशेषणं भवति कीदृशः सन् गदापाणिः सन् भीमसेनः इति भवति गदापाणिः विशेषणं भवति सन् सन् पदस्य सन् अस्ति भीमसेन पदस्य विशेषणम् भीमसेन महोदय गदापाणि गदापाणिः इति पदं कति कति रूपाणि सन्ति एकवचनं द्विवचनं त्रिवचनं पाणिः तत्र हा तत्र गदापाणिः तत्तु कविशब्दवत् भवति कविः कव किमस्ति कविः कवि कवयः गदापाणिः गदापाणयः कविशब्दवत् अस्ति अस्तु अग्रे भगिनि ताम् एव दिशं गत्वा सः गन्धमादनपर्वते सर्वत्र मृगयते मृगयते इत्युक्ते मृगयते अहं न जानामि महोदय सर्च् इति अर्थः सर्च् सर्च् इति अस्ति अन्वेषणम् इति अन्वेषणं करोति इति अन्वेषणं करोति इति सर्वत्र अन्वेषणं करोति कः करोति गवेषणमपि महोदय किं किं महोदय गवेषणम् अन्वेषणम् सः गन्धमादनपर्वते अन्वेषणं करोति भानुचेतन् महोदय न सम्यक्तया न श्रुतवान् अहं महोदय अन्वेषणम् एव परे पदं गवेषणमपि अस्ति वा गवेषणम् अहं न जानामि अर्थः कः अन्वेषणमेव इति अहं चिन्तयामि कुत्रापि पठितवान् सम्यक् न जानामि बट् गवेषणम् अस्ति अन्वेषणम् इति अस्ति एव अस्तु महोदय अस्तु कुत्र पठितवान् सम्यक् न जानामि अस्तु अस्तु अतः भवितुम् अर्हति इति गाः अन्वेषणं गवेषणम् इति अस्तु अस्तु महोदय अस्तु तत्र शोभा भगिनी ताम् एव दिशं अस्तु सः इति पदमस्ति सः इत्युक्ते कः सः इत्युक्ते भीमसेनः हा भीमसेनः समीचीनं हा भीमसेनः भीमसेनः इदानीं पूर्वं द्वितीयभागं प्रथमं पश्यामः भगिनि सः भीमसेनः गन्धमादनपर्वते सर्वत्र मृगयते तत्र कोऽपि प्रश्नः अस्ति वा सर्वे अवगच्छन्ति वा तत्र गन्धमादन इत्युक्ते यत् तत् एक पर्वतस्य नाम अस्ति पुराणे आगच्छति एतत् पर्वतम् अस्तु अस्तु महोदय गन्धमादनपर्वतम् इति तत् स्वर्ग अथवा देवलोके किमपि तादृश अथवा हिमालय तादृश प्रदेशस्य समीपम् एतत् पर्वतम् अस्ति गन्धमादनपर्वतम् इति पुराणे अहं दृष्टवान् इति मन्ये हा अन्येपि दृष्टवन्तः खलु गन्धमादनपर्वतम् इति प्रायशः श्रुतवन्तः अस्तु कुत्र विभक्ति आगच्छामः तत्र आगच्छामः एकनिमिषः समीचीनम् अस्तु प्रथमतया द्वितीयभागम् अत्र सरलमस्ति तद् अवगच्छामः सः गन्धमादनपर्वते सर्वत्र मृगयते इति इदानीं पूर्वं प्रथमभागं पश्यामः गत्वा इति अस्ति गत्वा इत्युक्ते गत्वा तव प्रत्ययः अस्ति अभ्यासपुस्तके दृष्टवन्तः खलु गत्वा पाठशालां गत्वा छात्रः पठति पठति गत्वा कार्यं भवति तदनन्तरम् अन्यत् कार्यं भवति इदानीं सः गच्छति तदनन्तरं सः मृगयते प्रथमतया भीमसेनः गच्छति गत्वा तदनन्तरं सर्वत्र मृगयते समीचीनं इदानीं कुत्र गच्छति अथवा किं गच्छति सः सः तां द्वितीयविभक्ति स्त्रीलिङ्गे अस्ति कां गच्छति इत्युक्ते उत्तरं ताम् अस्ति वा तत्र सत्यं कर्मपदमेव अस्ति, ताम् इति कर्मपदम् अस्ति, द्वितीयविभक्तिरूपम् अस्ति, स्त्रीलिङ्गे अस्ति. समीचीनं भगिनि. इदानीं तत्र प्रथमभागं किम् अस्ति? ताम् एव दिशं गत्वा, सः ताम् एव दिशं गत्वा इति अस्ति प्रथमभागं. दिशम् इत्युक्ते दिक्, हा दिक् इति पदम् अस्ति. दिक् दिक् इति पदम् अस्ति, किन्तु दिशम् इति पदं पदस्य लिङ्गं किं, कोऽपि वदति वा? दिशम् अस्ति चेत् ताम् एव दिशं गत्वा इति अस्ति. दिशम् अत्र कर्मपदम् अस्ति महोदय, अतः लिङ्गं किम्? अतः दिशः, दिशा स्त्रीलिङ्गम् अस्ति. दिशः आसीत् किमर्थम् इत्युक्ते दिशः अस्ति चेत् दिशं भवति, दिशा अस्ति चेत् दिशां भवति. हा कर्मपदम् इति इति अस्ति, किन्तु हा अस्तु. तत्र गत्वा सः तामेव दिशाम्, इदानीं गत्वा इति स्थाने गच्छति इति चिन्तयामः. तदनन्तरं सः मृगयते. प्रथमं सः किं करोति? सः तामेवं दिशं गच्छति इति वाक्यमस्ति. अत्र गच्छति इति क्रियापदम् अस्ति, सः इति कर्तृपदम् अस्ति, एव अस्ति, एव तु अव्ययमस्ति, त्यजामः. ताम दिशं गच्छति. इदानीं ताम अपि दिशं, तयोः मध्ये कः सम्बन्धः? दट् डिरेक्शन् इति अस्ति. इन् दट् डिरेक्शन् ही वेंट. हा किन्तु विशेषणं विशेषभावः अस्ति तत्र. ताम दिशं, ताम दिशस्य दिशं पदस्य विशेषणम् अस्ति वा? हा इदानीं ताम तस्य पदस्य लिङ्गं किम्? ताम इति स्त्रीलिङ्गम्. हा अतः विशेषणविशेष सम्बन्धः अस्ति चेत् लिङ्गसमानम् अस्ति वा? अतः दिशम् स्त्रीलिङ्गम् अस्ति, स्त्रीलिङ्गम् अस्ति. हा तत्र तत् साधारणपदं नास्ति. अतः अतः एव तत्र एतत् शकारान्त स्त्रीलिङ्गदिश् इति शब्दः अस्ति. तत् शब्दमञ्जरी द्रष्टव्यमस्ति. तत् विशेष, हा विशेष स्त्रीलिङ्गपदम् अस्ति. रूपं केवलम् एकवारं वदामि. तद् प्रथमविभक्तौ दिक् दिशौ दिशः, तदनन्तरं दिशं दिशौ दिशः इति अस्ति. ओ द्वितीयविभक्तौ अस्ति वा दिशं? हा दिशं द्वितीय, ताम् इति द्वितीयविभक्तौ अस्ति खलु. दिशमपि कर्मपदम् अस्ति. दिशम् इति हा द्वितीयविभक्तौ अस्ति. अतः दिशं दिशौ दिशः तद् द्वितीयविभक्तिरूपम् अस्ति. तां दिशं स्त्रीलिङ्गपदम् अस्ति तत्र. अत्र हा विशेषस्त्रीलिङ्गपदम् अस्ति. हा एतत् न्यूनतया वयं पश्यामः. अतः अत्र अस्ति, किन्तु एतत् मनसि स्थापनीयम् इति किमपि नास्ति. हा अत्र अस्ति तावदेव. किन्तु इदानीम् अवगच्छामः खलु, तद् दिशम् इति स्त्रीलिङ्गपदम् अस्ति. हा अस्तु, तामेव दिशं सः गच्छति. सः गत्वा गन्धमादनपर्वते सप्तमीविभक्ति सर्वत्र मृगयते. अस्तु समीचीनं भगिनि. इदानीम् अग्रे सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. हा निरीक्षन्ते इत्युक्ते, निरीक्षन्ते इत्युक्ते वाचिङ्ग् आर् वाचिङ्ग् आलोकते आलोकते अपि अस्ति, आलोकन्ते अस्ति वा? हा तदपि तदपि आलोकन्ते ईक्षन्ते. हा वीक्षन्ते, हा ईक्ष तत्र, हा ईक्षते निरीक्षते निरीक्षन्ते. हा सर्वत्र यत्र अस्ति खलु तत्र ईक्षते निरीक्षते. हा तत्र सर्वे प्राणिनः बहुवचनं, प्राणिनः यथा पक्षिणः. हा प्राणी प्राणी प्राणिनः प्राणिनः हा इति अस्ति. हा हा तत् नकारान्तपदम् अस्ति इति मन्ये. आं महोदय. तम् इत्युक्ते कम्? तम् इत्युक्ते भीमसेनम्. हा भीमसेनम्, समीचीनं भगिनि. अत्र विशेषणं भवति तं भीमसेनस्य. तं भीमसेनं कुतूहलेन, कुतूहलेन तृतीय विभक्ति. कुतूहल इत्युक्ते क्यूरियासिटि. क्यूरियासिटि, समीचीनं भगिनि. कुतूहलेन तृतीय निरीक्षन्ते. दे लुक् दे रिकार्ड्, समीचीनं भगिनि. हा समीचीनं भगिनि, अस्तु धन्यवादः. अस्तु अग्रे गीताञ्जलि भगिनी पठति वा? अस्तु महोदय, प्रयत्न करोमि. अग्रे गतः भीमसेनः कदलीन कदलीवनम् आलोकते. तत्र वाक्यत्रयं पठतु. तत्र हनुमान् निद्रावशगः आसीत्. सः स्वर्गद्वारम् आवृत्य चेते स्म. अस्तु इदानीं अग्रे अग्रे गतः भीमसेनः कदलीवनम् आलोकते. इदानीं क्रियापदं किम् अस्ति अत्र? क्रियापदम् आलोकते, पश्यति. हा पश्यति, समीचीनं. कर्तृपदं? भीमसेनः. भीमसेनः, भीमसेनः पश्यति. सः किं पश्यति? कदलीवनम्. भीमसेनः कदलीवनं पश्यति. कीदृश भीमसेनः? वाट् टैप्? वाट् टैप् भीमसेनः इति, कीदृश भीमसेनः इत्युक्ते रामः अस्ति, रामः अस्ति चेत् वयं पृच्छामः कीदृशः रामः, उत्तमः रामः इति वदामः. अत्र विशेषणम् अस्ति चेत्, वयं पृच्छामः कीदृशः इति. सत्यं, किन्तु अस्मिन् वाक्ये किम् अस्ति? अस्मिन् वाक्ये अग्रे गतः भीमसेनः विशेषणमस्ति. गतः इति विशेषणमस्ति भीमसेन पदस्य. अग्रे गतः, द भीमसेन हूज गोन अहेड, हि सीज कदलीवनम्. अतः अग्रे गतः इति विशेषणं भवति भीमसेनः पदस्य. अस्तु अग्रे. तत्र हनुमान् निद्रावशगः आसीत्. तत्र क्रियापदं किम् अस्ति? क्रियापदम् आसीत्. आसीत्, हा. कर्तृपदं? कर्तृपदं हनुमान्. हनुमान्, समीचीनं. हा इदानीं तत्र इति जानीमः. तत्र इत्युक्ते कदली, कदलीवनं, वने, कदलीवने, कदलीवने. हा तत्र कदलीवने हनुमान् आसीत्. कीदृश हनुमान्? हनुमान् निद्रां करोति. हा हनुमान् निद्रावशगः. निद्रावशगः इत्युक्ते किं? निद्रां करोति, किन्तु तत्र किं भवति? निद्रावशः, निद्रा अस्ति, निद्रायाः वशः अस्ति. सः स्वस्य, सः स्वतन्त्रः नास्ति. निद्रा एव तस्य आवृतः, आवृतः अथवा निद्रावशः इति. तदेव सः न जानाति, सः निद्रां करोति, सः प्रायशः निद्रां करोमि इति अपि न जानाति इति, तादृश अर्थः. निद्रा, निद्रा इस् इन् कण्ट्रोल् इति अर्थः निद्रावशः. सत्यं सत्यं, वशगः अपि अस्ति, तत्र ग अपि अस्ति. वशगः, गः इत्युक्ते तत्र गम् धातुः अस्ति. निद्रावशगतः अस्ति सः. So he's gone under the control of Nidra iti. Tadrushah Hanuman Asit. Mahodaya, Nidra vasha gataha api vaktum shaknum hakim? Gataha, tadrushah, tadeva artaha asti atra. Vasha gaha iti. Adve api samana. Samana miti manye bhagini. Amodaya. Satyam bhagini. Gataha, gataha. Atra ga, ga eva पर्याप्तं यदि पूर्वं केवलम् आगः इति न वक्तुं शक्नुमः किन्तु अत्र निद्रा वशगः इति तद्रूपम् अस्ति हनुमान् निद्रा वशगः स्त्रीलिङ्गे अस्ति चेत् वशग इति मन्ये निद्रा वशग सः स्वर्गद्वारम् आवृत्य शेते स्म शेते इत्युक्ते क्रियापदं निद्रां करोति स्लीप् इति निद्रां करोति सः सः शेते सः सः कर्तृपदं शेते इति क्रियापदं स्म इति भूतकालरूपम् अस्ति स्म अस्ति चेत् भूतकालरूपं भवति इदानीं स्वर्गद्वारं तत्रापि आवृत्य इति अस्ति आवृत्य इति किं भवति कीदृशपदम् अस्ति कृत्वा इति अस्ति आवृत्य गच्छति गत्वा आगच्छति तदेव अत्रापि अस्ति आवृत्य इति आवरणं करोति कृत्वा इति आवरणं कृत्वा आवरणम् इत्युक्ते एन्वलप् इति सरौण्ड् कवर् कवर् इति कवर् हि कवर्ड् He was sleeping, having covered the door to Swarga. Swargadvaram avrutya shete sma iti. Astu, Vamshi Sudha Bhagini agre patati va? Bhimasenaha tasya samipam gatva simhanadam kurute. Tada Hanuman lochane ishat unmilya smayate. ततः भाषते च किमर्थं सुखसुप्तं मां प्रबोधयसि प्रथमवाक्यमस्ति भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते भीमसेनः हनुमस्य समीपं गत्वा तस्य हनुमान् इति शब्दः अस्ति भवान् इति शब्दस्य हनुमतः भवान् इति शब्दः आम् महोदय क्षम्यतां भीमसेनः हनुमतः समीपं गत्वा सिंहनादं कृतवान् तदा हनुमान् लोचने ईषद् उन्मील्य स्मयते स्मयते इत्युक्ते स्मयते इत्युक्ते ईषद् इत्युक्ते किञ्चित् महोदय तत्र प्रथमतया लोचने ईषद् इति किञ्चित् समीचीनं लोचने इत्युक्ते उन्मी लोचने इत्युक्ते अनेत्रः नेत्रे स्मयते इति अर्थः किमर्थं लोचने इति अस्ति लोचने द्विवचने अस्ति महोदय लोचने द्विवचनं लोचनद्वयं लोचनद्वयम् इति कृत्वा लोचने द्विवचने अस्ति ईषद् उन्मील्य तत्रापि उन्मील्य इति लवन्तपदम् अस्ति सत्यं सत्यं उन्मील्य स्मयते हासते तत्र लोचने इति विभक्ति का लोचने इति द्वितीय विभक्ति अस्ति महोदय? हा, कर्मपदमस्ति. कर्मपदम् उन्मील्य, उन्मील्य इति क्रिया अस्ति. अतः तत्र कर्मपदं लोचने ईषदुन्मील्य स्मयते. अस्तु, अग्रे. ततः भाषते च किमर्थं सुखसुप्तं मां प्रबोधयसि? प्रबोधयसि भाषते इत्युक्ते वदति. ततः भाषते वदति किमर्थं सुखसुप्तं, सुखात् निद्रां अहं करोमि, किमर्थं मां प्रबोधयसि इत्युक्ते उत्थानं करोति महोदय? सत्यं सत्यं. प्रबोधयसि बोध, परन्तु लट्लक रूपं बोधयसि. मध्यम पुरुष अस्ति तत् अहं जानामि, परन्तु लट्लकारूपं किम् अस्ति बोधते इति महोदय? बोधयति, निजन्तरूपम् अस्ति इति रघुपतिमहोदय पृष्टवान्. अस्तु, तत्र सुखसुप्तं मां प्रबोधयसि, तत्र मध्यमपुरुषे एव अस्ति. सः भवान् इति न वदति, त्वम् इति एव अस्ति. किमर्थं त्वं सुखसुप्तं मां प्रबोधयसि इति? ईषद् इत्युक्ते किञ्चित् किञ्चित् सः नेत्रं सर्वं पूर्णतया न उन्मीलितवान्, केवलं किञ्चित् उन्मील्य सः एतत् पृष्टवान्. सः निद्रा करोति खलु, निद्रासमये कः पूर्णतया नेत्रं नेत्रे उन्मीलयति खलु? सः किञ्चित् एव उन्मील्य प्रश्नं कृतवान्. अस्तु, अस्तु, अग्रे मधुसूदन महोदय पठति वा? त्वं कः, किमर्थम् आगतः, एषः देवलोकस्य मार्गः वर्तते. अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते इति. सत्यं. अस्तु, त्वं कः, त्वं कः, किमर्थम् आगतः, किमर्थम् आगच्छति, आगच्छति स्म, किमर्थं सः भवान् अथवा किमर्थं त्वम् आगतः अस्ति अत्र? एषः देवलोकस्य मार्गः वर्तते, वर्तते इत्युक्ते अस्ति अथवा इति अर्थे. एषः देवलोकस्य मार्गः, अत्र मार्गः देवलोकस्य मार्गः, किमर्थम् आगतः इति. किमर्थं भवान् आगत, भवान् इति न, त्वं, किमर्थं त्वम् आगतः? अग्रे, अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते. अत्र पदं विद्यते, न विद्यते, विद्यते इत्युक्ते अलौड् सत्यं सत्यम्, अवैलबल् अथवा तादृश बि एक्सिस्ट् किन्तु अत्र अवेलेबल् न विद्यते, अनुमतिः अनुमतिः अनुमतिः न विद्यते, सो पर्मिशन् इस् नाट् अवेलेबल् इति. प्रवेशाय इत्युक्ते प्रवेशनं कर्तुं, प्रवेशनं कर्तुं अनुमतिः नास्ति अत्र. कस्य प्रवेशाय? मनुष्याणां प्रवेशाय. देवस्य प्रवेशाय अनुमतिः अस्ति, किन्तु मनुष्याणां प्रवेशाय अनुमतिः नास्ति. महोदय, अत्र अत्र कर्मपद नास्ति वा अत्र विद्यते अस्ति महोदय सः अस्ति अकर्मकपदम् इति क्रियापदम् इति वर्तते अपि प्रायशः अकर्मक अकर्मक एव समीचीनं महोदय अस्तु बहु समीचीनमस्ति प्रवेशाय चतुर्थी विभक्ति अस्ति न महोदय अनुमतिः तत्र अनुमतिः कस्मै कस्मै अनुमतिः इति भवति भगिनि तत्रापि तत्र अनुमतिः कस्मै अस्ति इति समीचीनम् अस्तु इदानीं परिच्छेदः प्रथमं द्वितीयं तृतीयं कृतवन्तः अग्रिमवर्गे अग्रे गच्छामः बहु समीचीनम् अस्ति सर्वेभ्यो नमः धन्यवादः अग्रिमवर्गे मिलामः धन्यवादः नमस्कारः नमस्कारः